ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। द्वितीय असमवायीकारणम् इति पाठः जायमानः अस्ति। तत्र करपत्रे किञ्चिदिव अवशिष्टमस्ति, तर्हि साक्षात् करपत्रं प्रति गच्छेम। करपत्रस्य सङ्ख्या अस्ति 17, कार्यकारणभावः च द्वितीयम् असमवायीकारणम्। तत्र अधोभागे परम्परासम्बन्धः एकमुखेन स्वीकरणीयः इति उपशीर्षकमस्ति। तस्माद् उपरि एतद् गतवर्गे एव अस्माभिः पठितं, किन्तु केवलं पुनस्मारणार्थं। द्वितीयविधम् असमवायीकारणं घटपरिमाणं कपालपरिमाणम्। अत्र परम्परासम्बन्धः द्विधा साधितः वर्तते, तर्हि तस्मिन् विषये किञ्चिदिव पुनस्मारणं कृत्वा अग्रे गच्छेम। बालसुब्रह्मण्य महोदय प्राप्तं वा? तर्हि भवान् पठतु महोदय, द्वितीयविधम् असमवायीकारणम् इति। द्वितीयविधम् असमवायीकारणं घटपरिमाणं कपालपरिमाणम् इति। तर्हि अत्र घटपरिमाणम् इति किं, कपालपरिमाणम् इति किम्? घटपरिमाणम् इति घटस्य परिमाणं घटे वर्तते, कार्यं। हा, कार्यं सत्यं। कपालपरिमाणं कारणं। कपालं वर्तते कारणम् इति। अस्तु। स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्। अस्तु, तर्हि अत्र किञ्चित् प्रतिपादयतु। समवायि समवायित्वसम्बन्धेन घटपरिमाणं घटे समवायसम्बन्धेन अस्ति, तस्मात् घटः समवायी इति वक्तुं शक्यते। अत्र घटपरिमाणं घटपरिमाणं परम्परासम्बन्धेन वदितुम् अवश्यम् इति कारणात् स्व इति उच्यते। तस्मात् न स्व इति किं, स्व इति घटपरिमाणं। समीचीनं, स्व इति घटपरिमाणं। स्वसमवायी किं? स्वसमवायी इति घटः, घटपरिमाणस्य समवायी। बहु समीचीनं। पुनः घटस्य समवायी कः? घटस्य समवायी पुनः कपालः। हा, तर्हि स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले आनीतम्। आनीतम्। अस्तु, तर्हि इदानीं स्वसमवायी समवायित्वसम्बन्धं समवायित्वसम्बन्धः कार्यतावच्छेदकसम्बन्धः वा कारणतावच्छेदकसम्बन्धः वा? कार्यतावच्छेदकसम्बन्धः। बहु समीचीनं, कार्यतावच्छेदकसम्बन्धः, उत्तमं। तर्हि इदानीं घटपरिमाणम् इति कार्यं, घटपरिमाणम् इति कार्यं स्वसमवायी समवायित्वसम्बन्धेन कपाले वर्तते इति कृत्वा स्वसमवायी समवायित्वसम्बन्धः कार्यतावच्छेदकसम्बन्धः। कपालपरिमाणम् इति कारणं केन सम्बन्धेन कपाले अस्ति? कपालपरिमाणम् इति कपाले समवायसम्बन्धेन वर्तते। केवलं समवायसम्बन्धेन वर्तते। इदानीं सामानाधिकरण्यं तयोः साधितं सत्यम् इति कृत्वा अत्र कार्यकारणभावः निरूपितः। बहु समीचीनम्। इदानीं द्वितीयमपि भवानेव वदतु महोदय, अथवा समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवयेत समवेयतत्त्वसम्बन्धेन कपालपरिमाणं कारणं सो समवायसम्बन्धेन घटपरिमाणं घटपरिमाणं कुत्र अस्ति घटपरिमाणम् अत्र घटपरिमाणं घटे अस्ति समवायसम्बन्धेन तर्हि अत्र कार्यता अवच्छेदकसम्बन्धः कः कार्यता अवच्छेदसम्बन्धः अत्र द्वितीय विते कपालः कपालपरिमाणं तयोः मध्ये एकनिमिषं महोदय मम प्रश्नः भवान् उक्तवान् घटपरिमाणं घटे समवायसम्बन्धेन वर्तते इति अत्र घटपरिमाणमिति कार्यं खलु तर्हि कार्यता अवच्छेदकसम्बन्धः कः कार्यतावच्छेदकसमवायसम्बन्धः हा इति बोधः समीचीनम् अत्र कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः तर्हि इदानीं कारणतावच्छेदकसम्बन्धः परम्परया वक्तव्यमस्ति तर्हि तत् प्रतिपादयतु स्वसमवायिसमवेतत्वसम्बन्धेन इति अत्र स्वम् इत्युक्ते किम् परिमाणं कपालः तयोः मध्ये द्वितीयविधं नास्ति किल महोदय आमां सो अत्र कपाल घटपरिमाणं घट इति तत् त्यजतु तदिदानीं कृतं खलु घटपरिमाणं घटे समवायसम्बन्धेन वर्तते तर्हि कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः यदि एकस्मिन् पार्श्वे उक्त्वा तद् अनन्तरं अन्यत्र स्थापयामः तर्हि इदानीं कपालपरिमाणं घटे आनेतव्यं कपालपरिमाणं कपाले समवायसम्बन्धेन वर्तते तद् अनन्तरं कपालः घटः मध्ये कारणसम्बन्धेन अवच्छेदक वर्तते न न अत्र द्वितीयविधं किल न न अत्र पश्यतु स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इति लिखितमस्ति खलु अत्र स्व इत्युक्ते किम् कपालपरिमाणं स्व इत्युक्ते कपालपरिमाणं पूर्वस्मिन् वाक्ये स्व इत्युक्ते घटपरिमाणम् अस्मिन् वाक्ये स्व इत्युक्ते कपालपरिमाणं तर्हि स्वसमवायी कः समवायी इति कपालः बहु समीचीनं हा स्वसमवायी कपालः कपाले समवेतं किं कपाले समवेतं कपालपरिमाणं न न तत्तु कपालपरिमाणात् अधः आगतः कपालं प्रति आगतः तदनन्तरं पुनः उपरि कपालपरिमाणं प्रति न गन्तव्यं कपाले किमस्ति कपालपरिमाणं तु अस्ति किन्तु अन्यदपि अस्ति कपाले कपाले घटः एव अस्ति हा तर्हि कपाले किं समवेतम् इत्युक्ते घटः इति वक्तव्यम् आम् आम् आम् तर्हि स्व इति कपालपरिमाणं स्व इति कपालपरिमाणं स्व इति कपालपरिमाणं स्वसमवायी कपालः कपाले समवेतं घटः तर्हि स्वसमवायी समवेतत्वसम्बन्धेन कपालपरिमाणम् इदानीं घटे अस्ति तर्हि इदानीं कारणतावच्छेदकसम्बन्धः कः कारणतावच्छेदकसम्बन्धः कारणतावच्छेदक सम्बन्धः समवायसम्बन्धः न न न कारणता अवच्छेदक इदानीं कारणता अवच्छेदकसम्बन्धः परम्परासम्बन्धः खलु अत्र कारणमिति घटपरिमाणम् कपालपरिमाणमस्ति खलु महोदय आमाम् आम् आम् आम् आम् आम् तर्हि कपालपरिमाणं साक्षात् घटे नास्ति खलु घटे नास्ति आमां तर्हि अत्र कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः समवायी समवेतत्वसम्बन्धः अत्र परम्परासम्बन्धः अत्र हा तर्हि इदानीं घटः समान अधिकरणम् अभवत् घटः समान अधिकरणम् अस्मिन् द्वितीयविषये घटः समान अधिकरणम् तर्हि सर्वेषाम् अस्तु धन्यवादः महोदय अत्र पुनः केवलम् अवगमनार्थम् अहं वदामि प्रथमपङ्क्ति अस्ति स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति अस्मिन् वाक्ये स्व इति घटपरिमाणं स्वसमवायी घटः स्वसमवायी कपालः स्वसमवायी समवायित्वं कपाले तर्हि स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति तर्हि कार्यतावच्छेदकसम्बन्धः स्वसमवायी समवायित्वसम्बन्धः पुनः तस्मिन्नेव कपाले समवायसम्बन्धेन कपालपरिमाणम् अस्ति तर्हि कपालपरिमाणं कपाले समवायसम्बन्धेन अस्ति इति कृत्वा कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः समान अधिकरणम् अस्ति कपालः कपालः समान अधिकरणम् इति स्वीकृत्य समानाधिकरण्यं साधयित्वा तदनन्तरं कार्यकारणभावः अपि साधितः भवति इति प्रथमपङ्क्ति द्वितीयपङ्क्तौ द्वितीयवाक्ये किं लिखितम् इदानीं घटपरिमाणं घटे अस्ति केन सम्बन्धेन समवायसम्बन्धेन तर्हि कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इदानीं कपालपरिमाणं घटे घटं प्रति येन केन प्रकारेण आनेतव्यं तर्हि कपालपरिमाणम् इति कारणम् अत्र स्व इत्युक्ते कपालपरिमाणं द्वितीयपङ्क्तौ कपालपरिमाणं कपालपरिमाणस्य समवायी अस्ति कपालः कपाले समवेतम् अस्ति घटः तर्हि स्वसमवायी समवेतं घटः भवति स्वसमवायी समवेतत्वं घटे अस्ति तेन सम्बन्धेन तेन परम्परासम्बन्धेन कपालपरिमाणं स्वसमवायी समवेतत्वसम्बन्धेन घटे वर्तते तर्हि कार्यतावच्छेदकसम्बन्धः इदानीं स्वसमवायी कारणता अवच्छेदकसम्बन्धः स्वसमवायी समवेतत्वसम्बन्धः अत्र समान अधिकरणमस्ति घटः तर्हि सामानाधिकरण्यं साधितं कार्यकारणभावः अपि साधितः इति भेदः अस्तु इत्थञ्च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् तत्र अभ्यासः अपि दत्तः वर्तते प्रायः गृहपाठरूपेण भवद्भिः कर्तुं शक्यते परम्परासम्बन्ध पटरूपं तन्तुरूपम् इति भवतु अग्रे गच्छेम परम्परासम्बन्धः एकमुखेन स्वीकरणीयः इति विजयभगिनी वदतु विजयभगिनी पठतु भवति विजयभगिनी पठति वा सा नास्ति अस्तु शिवराम महोदय पठतु महोदय शिवराम महोदय आमां करपत्रमस्ति न आमां करपत्रात् परम्परासम्बन्धः एकमुखेन स्वीकरणीयः इति अधोभागे अस्ति परम्परासम्बन्धः एकमुखेन स्वीकरणीयः पुस्तकं हस्ते अस्ति संयोगसम्बन्धेन अत्र संयोगसम्बन्धः हस्ते अपि पुस्तके अपि तदर्थं संयोगः द्विनिष्ठः इति उच्यते अत्र प्रश्नः उदेति समवायसम्बन्धः तथा नास्ति किं समवायेन यस्मिन् अस्ति सः समवायी इति परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति परिमाणे अपि अस्ति उभयत्र आश्रितः अतः घट अपि समवायी परिमाणं अपि समवायि खलु, अनेन गुणः अपि समवायि, द्रव्यम् अपि समवायि इति चेत् यथा घटः परिमाणसमवायि तथैव परिमाणम् अपि घटसमवायि। तत्र पुस्तकतः हस्ते एतयोः मध्ये संयोगसम्बन्धः तत्र अस्ति, द्वयमपि द्रव्यम् इत्यतः संयोगसम्बन्धः अस्ति। अत्र प्रश्नः उदे समवायसम्बन्धः तथा नास्ति किम्? एतत् पद्धत्याः समवायसम्बन्धः अस्ति वा? समवायेन यस्मिन् अस्मात् पूर्वम् अत्र तदर्थं संयोगः द्विनिष्ठः इति उच्यते, तत्र मुख्यत्वमस्ति। संयोगसम्बन्धः कुत्र वर्तते? यदा पुस्तकहस्तयोः मध्ये संयोगः जायते तर्हि पुस्तके अपि संयोगसम्बन्धः वर्तते, हस्ते अपि संयोगसम्बन्धः वर्तते। तर्हि संयोगः इति सम्बन्धः द्विनिष्ठः, पुस्तके अपि निष्ठः अस्ति, हस्ते अपि निष्ठः अस्ति संयोगः इति सम्बन्धः। इदानीम् अत्र अत्र प्रश्नः उदेति समवायसम्बन्धः तथा नास्ति किम्? यथा संयोगसम्बन्धः द्विनिष्ठः अस्ति तथा समवायसम्बन्धः अपि द्विनिष्ठः नास्ति किम् इति एव प्रश्नः अस्ति न? अत्र इति एव प्रश्नः। सत्यं तदपि इदानीं कपालः घटः कपाले समवायसम्बन्धेन वर्तते, तर्हि समवायसम्बन्धः घटे अपि अस्ति कपाले अपि अस्ति, तर्हि समवायसम्बन्धः अपि द्विनिष्ठः भवति खलु इति प्रश्नः। प्रश्नः समवायेन यस्मिन् अस्ति सः समवायी इति, परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य, अत्र परिमाण तथा घट एतयोः मध्ये समवायसम्बन्धः। परिमाणं घटे परिमाणं घटे समवायसम्बन्धेन अस्ति तर्हि घटः समवायी परिमाणस्य घटः तत्र समवायी भवति। सत्यं किन्तु किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति परिमाणे अपि अस्ति। समवायः इति सम्बन्धः घटे अपि अस्ति परिमाणे अपि अस्ति उभयत्र अस्ति, किञ्चित् न अवगतं महोदय। समवायसम्बन्धः घटे अस्ति इति तु अवगतम्। अत्र परिमाणं घटपरिमाणं घटे केन सम्बन्धेन अस्ति? समवायसम्बन्धेन अस्ति खलु। तर्हि समवायसम्बन्धः इति भिन्नपदार्थः, अत्र सप्तपदार्थाः सन्ति खलु नैयायिकानां मतानि, द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः इति सप्तपदार्थाः। तर्हि समवायः इति भिन्नपदार्थः अस्ति। यथा अहम् अपि च भवान् आवयोः मध्ये एकः दण्डः अस्माभिः स्वीक्रियते चेत् तर्हि दण्डः भवतः हस्ते अपि अस्ति, मम हस्ते अपि अस्ति खलु। अपि च दण्डः एव अस्माकं मध्ये सम्बन्धं कारयति, तर्हि दण्डः द्विनिष्ठः। एवमेव समवायसम्बन्धः इति कश्चन सम्बन्धः द्विनिष्ठः, घटे अपि समवायसम्बन्धः अस्ति, घटपरिमाणे अपि समवायसम्बन्धः अस्ति एव अत्र उक्तम्। उभयत्र आश्रितः समवायसम्बन्धः। अतः घट अपि समवायि परिमाणम् अपि समवायि खलु, नाम स्पष्टः अभवत्। अतः घटः अपि समवायि अस्ति, परिमाणम् अपि समवायि, अनेन गुणः अपि समवायि, द्रव्यम् अपि समवायि। एतत् पद्धत्या गुण तथा द्रव्य द्वयोः अपि समवायि तत्र भवति इति चेत् यथा घटः परिमाणसमवायि तथैव परिमाणम् अपि घटसमवायि। तर्हि एवं वक्तव्यं भवति, अत्र समवायसम्बन्धः द्विनिष्ठः इति कृत्वा परिमाणस्य अपेक्षया घटः परिमाणसमवायी भवति, घटस्य अपेक्षया परिमाणं घटसमवायी भवति इति अत्र लिखितमस्ति। अग्रे पठतु। सत्यं समवायसम्बन्धः उभयत्र आश्रितः अथ द्विनिष्ठः एव, किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन अपरस्मिन् आश्रये अपरसम्बन्धेन, समवायसम्बन्धः घटे अस्ति, अनियोगितासम्बन्धेन समवायसम्बन्धः परिमाणे अस्ति, प्रतियोगितासम्बन्धेन द्वयमपि सत्यम्। अत्र प्रतियोगी अनियोगी च संसर्गीय न तु अभावीय। यस्य सम्बन्धः सः प्रतियोगी, यत्रं सम्बन्धः सः अनुयोगी। अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति, प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारो नास्ति। समवायसम्बन्धः घटे अस्ति, अनुयोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायीकारणं व्यक्तीक्रियते, एवञ्च आश्रयस्य दिशि अधगमनार्थं वदनार्थं समवायी, आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेत इति व्यवहरामः। समवायसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः, तत्पद्धत्या एव समवायसम्बन्धः अपि उभय आश्रितः नाम द्विनिष्ठः अस्ति एव सिद्धम्। अधुना समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन, अपरस्मिन् आश्रये अपरसम्बन्धेन, किन्तु समवायसम्बन्धः एकस्मिन् आश्रये नाम अवगतं मया एतत्, एकस्मिन् आश्रये एकेन सम्बन्धेन तथा अपरस्मिन् आश्रये अपरसम्बन्धेन। स्पष्टमस्ति महोदय? अत्र किमपि अस्तु, केवलं तत्र अवगमनम् अभवत् वा इत्यतः अहं एकं प्रश्नं पृच्छामि। हस्तपुस्तकयोः मध्ये संयोगः अस्ति, हस्तः द्रव्यमस्ति, पुस्तकमपि द्रव्यमस्ति, तयोः मध्ये संयोगसम्बन्धः भवति, संयोगसम्बन्धः द्विनिष्ठः, हस्ते अपि अस्ति, पुस्तके अपि अस्ति, तर्हि संयोगसम्बन्धः इदानीं संयोगसम्बन्धः इति गुणः केन सम्बन्धेन पुस्तके अस्ति, भवान् वदतु। हस्तपुस्तकयोः मध्ये संयोगसम्बन्धः अस्ति, प्रथमवाक्यं संयोगसम्बन्धः द्विनिष्ठः इति द्वितीयं वाक्यं, तर्हि संयोगसम्बन्धः हस्ते अपि अस्ति, संयोगसम्बन्धः पुस्तके अपि अस्ति, अतः एव द्विनिष्ठः इति वक्तुं शक्यते खलु। तर्हि इदानीं मम प्रश्नः, संयोगसम्बन्धः केन सम्बन्धेन हस्ते अस्ति? संयोगसम्बन्धेन एव न संयोगसम्बन्धः इति सम्बन्धः केन सम्बन्धेन हस्ते अस्ति? संयोगसम्बन्धः इति कीदृशपदार्थः? समवायसम्बन्धेन समवायसम्बन्धः पश्यतु, संयोगसम्बन्धः इति चतुर्विंशतिगुणेषु एकः, यथा रूपम् इति गुणः। तर्हि नीलरूपं यथा घटे समवायसम्बन्धेन वर्तते, घटपरिमाणं यथा घटे समवायसम्बन्धेन वर्तते, तथा संयोगः इति गुणः अपि समवायसम्बन्धेन हस्ते वर्तते। तर्हि हस्तपुस्तकयोः मध्ये संयोगः अस्ति, संयोगः द्विनिष्ठः, इदानीं प्रश्नः, संयोगसम्बन्धः केन सम्बन्धेन हस्ते अस्ति पुस्तके अस्ति इति चेत्, संयोगसम्बन्धः इति गुणः गुणिनि हस्ते समवायसम्बन्धेन अस्ति, पुनः संयोगसम्बन्धः गुणिनि पुस्तके समवायसम्बन्धेन अस्ति इति वक्तव्यम्। तर्हि संयोगसम्बन्धस्य स्थले तत्र संयोगसम्बन्धः समवायसम्बन्धेन द्रव्ये अस्ति, गुणिनि अस्ति, किन्तु इदानीं प्रश्नः उदेति, समवायसम्बन्धः अत्र इदानीं घटपरिमाणम् अपि च घटयोः मध्ये समवायसम्बन्धः अस्ति, समवायसम्बन्धः केन सम्बन्धेन घटपरिमाणे अस्ति, समवायसम्बन्धः केन सम्बन्धेन घटे अस्ति इति प्रश्नः। समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन, तथा समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन। द्वयमत्र भेदः अस्ति, यत्र संयोगः अस्ति तत्र संयोगः यदा द्विनिष्ठः भवति तत्र स्थलद्वये अपि समवायसम्बन्धेन एव संयोगः अन्यस्मिन् वर्तते, द्रव्ये वर्तते. किन्तु समवायसम्बन्धः तादृशं नास्ति. समवायसम्बन्धः प्रतियोगितासम्बन्धेन परिमाणे वर्तते, अनियोगितासम्बन्धेन घटे वर्तते. घटे घटे हा इति अस्ति. अत्र अत्र प्रतियोगी अनियोगी च संसर्गीय न तु अभावीय. यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः सः अनियोगी. अत्र च किञ्चित् अहं वदामि. सामान्यतया प्रतियोगी अनियोगी इति पदं कुत्र प्रयोगं कुर्मः? अभावस्थले. यस्य अभावः सः प्रतियोगी. यत्र यस्य अभावः सः प्रतियोगी, तत्र अभावः एव अनियोगी भवति. उदाहरणार्थं घट अभावस्य प्रतियोगी घटः. किमर्थं? घटस्य अभावः खलु. घट अभावः इति समस्तपदस्य विग्रहवाक्यं कथं भवति? घटस्य अभावः षष्ठीतत्पुरुष. तर्हि घटस्य अभावः, यस्य अभावः सः प्रतियोगी भवति. घटस्य घटाभावस्य प्रतियोगी घटः. तर्हि अनियोगी कः? अभावः एव. घट अभावः एव अनियोगी इति सामान्यबोधः अस्ति. प्रतियोगी अनियोगी इति पदद्वयं कुत्र प्रयुज्मः? अभावस्थले एव सामान्यतया प्रयुज्मः. किन्तु अत्र प्रतियोगी अनियोगी इति अभावीयः नास्ति, किन्तु संसर्गीयः. संसर्गः इत्युक्ते सम्बन्धः इति अर्थः. अत्र प्रतियोगी इत्युक्ते यद् उपरि वर्तते, यद् आदेयः अस्ति तदेव प्रतियोगी. इत्युक्ते घटपरिमाणम् एव कपाले घटे वर्तते. घटः घटपरिमाणे वर्तते इति यदा कदापि न वक्तुं शक्यते खलु. तत्र शरः एकरीत्या एव गच्छति. घटपरिमाणम् इति गुणः एव सर्वदा द्रव्ये घटे वर्तते. तर्हि घटपरिमाणम् आधेयः भवति, घटः आधारं भवति सर्वदा. विपरीतरीत्या न वक्तुं शक्यते. इति कृत्वा समवायसम्बन्धः इदानीं घटपरिमाणे प्रतियोगितासम्बन्धेन वर्तते. अपि च समवायसम्बन्धः घटे अनियोगितासम्बन्धेन वर्तते इति नैयायिकाः वदन्ति. अत्र भेदः जातः. संयोगः द्वयोः द्रव्ययोः संयोगसम्बन्धः समवायसम्बन्धेन एव वर्तते. किन्तु समवायसम्बन्धः यद्यपि द्विनिष्ठः, अत्र घटपरिमाणे प्रतियोगितासम्बन्धेन वर्तते, घटे अनियोगितासम्बन्धेन वर्तते इति सम्बन्धः भिद्यते इति बोधः. विजयभगिनी बुद्धं वा? आम् अवगतम्. इति कारणेन अनियोगिता अधिकरणम् इति उच्यते महोदय. सत्यम्. वक्तव्यमस्ति, यद् अधिकरणमस्ति तदेव अनियोगी भवति. यद् आदेयः अस्ति तदेव प्रतियोगी भवति. घट अभावः इति स्वीकुर्मश्चेत् घटस्य अभावः इति भवति खलु. तर्हि अभावः अधिकरणं भवति, घटः तस्मिन् भवति इति कृत्वा आधेयः भवति. इति कृत्वा घटस्य अभावः इति वदामः. तर्हि कस्य अभावः? तत् प्रतियोगी भवति. कः अभावः? तत् अनियोगी भवति. एवमेव यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः सः अनियोगी इति वदामः. अस्तु अस्तु, अग्रे अग्रे गच्छतु महोदय. अत्र इच्छा इदम् अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति, समवायसम्बन्धः परिमाणे अस्ति, प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारो नास्ति. समवायसम्बन्धः हा परिमाणे अस्ति, प्रतियोगितासम्बन्धेन, प्रतियोगितासम्बन्धेन समवायसम्बन्धः परिमाणे अस्ति इति व्यवहारः न भवति अत्र. सामान्यतया तेन वदन्ति, अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धान् इति व्यवहारः न्याये न भवति सामान्यतया तेन वदन्ति. किमर्थम् इत्युक्ते समवायसम्बन्धः अत्र यदि एतादृशं चिन्तनं कुर्मश्चेत् तत्र कः क्लेशः भवति, अन्योन्य आश्रयः भवति, अन्योन्य आश्रयः नास्ति, अनवस्थादोषः भवति. तर्हि इदानीं प्रष्टुं शक्यते खलु, प्रतियोगितासम्बन्धः केन सम्बन्धेन घटपरिमाणे अस्ति इति. पुनः संयोगसम्बन्धः समवायसम्बन्धेन द्रव्ये अस्ति, समवायसम्बन्धः केन सम्बन्धेन अस्ति इति चेत् प्रतियोगितासम्बन्धेन. पुनः प्रतियोगितासम्बन्धः इन्फिनिट् रिग्रेशन् इन्फिनिट् भवति, अनवस्थादोषः भवति. अतः ते तादृशं न व्यवहारः न कुर्वन्ति इति लिखितमस्ति. अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारः नास्ति. अग्रे महोदय. समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायिकारणं व्यक्तीक्रियते. समवायसम्बन्धः समवायसम्बन्धः घटे अनियोगितासम्बन्धेन अस्ति, समवायसम्बन्धः घटे अनियोगितासम्बन्धेन अस्ति इति प्रसिद्धः, यतोहि अनेन समवायिकारणं व्यक्तीक्रियते. व्यक्तीक्रियते नाम किं न अवगतम्? इत्युक्ते समवायीकारणम् अत्र कारणस्य त्रैविध्यम् अस्माभिः अधीतं खलु. एकं तु समवायीकारणं, द्वितीयं तु असमवायीकारणं, तत्रापि वैविध्यद्वयमस्ति, पुनः निमित्तकारणम् इति आहत्य कारणस्य त्रैविध्यं नैयायिकाः वदन्ति. तर्हि समवायीकारणम् इति कश्चन कारणं स्वीकृतं खलु नैयायिकैः, व्यक्तीकृतं समवायीकारणं. घटस्य समवायीकारणं कपालः, घटपरिमाणस्य समवायीकारणं घटः, घटे विद्यमान क्रियायाः समवायीकारणं घटः इति तादृशं ते वदन्ति खलु. तर्हि तत्र समवायीकारणम् इति कथं वदामः? समवायसम्बन्धः कारणे अस्ति इति कृत्वा. तर्हि अतः एव अत्र उक्तं समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायीकारणं व्यक्तीक्रियते. कैः? नैयायिकैः व्यक्तीक्रियते. अतः अनियोगितासम्बन्धेन समवायसम्बन्धः समवायकारणे अस्ति, अतः एव समवायीकारणम् इति वक्तुं शक्यते, नो चेत् न वक्तुं शक्यते इति कृत्वा तत् तैः अङ्गीकृतम्. अग्रे महोदय. एवञ्च एवञ्च आश्रयस्य दिशि अधगमनार्थं वदनार्थं समवायी, आश्रयस्य दिशि अधः गमनार्थं वदनार्थं समवायी, तथा आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेत इति व्यवहारः. तद् वयं जानीमः अत्र घटपरिमाणं घटे अस्ति समवायसम्बन्धेन इति वदामश्चेत् घटपरिमाणं प्रति घटः समवायी भवति. पुनः घटपरिमाणं घटे अस्ति इति कृत्वा घटे घटपरिमाणं समवेतं भवति. तर्हि आदेयः इदानीं द्वयोः मध्ये समवायसम्बन्धः अस्ति चेत् तत्र आदेयः समवेतम् इति कथ्यते, आधारः समवायि इति कथ्यते, आश्रयः समवायी भवति, आश्रितः समवेतं भवति इति बोधः. अस्तु अस्तु महोदय. तर्हि इदानीं विजि भगिनी पठतु. धन्यवादः. अस्तु ततः अग्रे. संयोगः इति यथा उच्यते. अस्तु, ततः अग्रे पुस्तकं हस्ते इति यथा संयोगसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः तथैव परम्परासम्बन्धः अपि स्यात्. किन्तु अत्र भिन्ना समस्या. अत्र सम्बन्धः द्विनिष्ठ एव नास्ति. समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति स्थितौ, यद्यपि समवायित्वसम्बन्धः कपाले अस्ति किन्तु घटपरिमाणे नास्ति. समवायिकपालः इदं समवायित्वं च कपाले एव भवति. पुस्तकं हस्ते इति चेत् संयोगसम्बन्धः पुस्तके अपि अस्ति, हस्ते अपि अस्ति इति कारणेन पुस्तकम् आश्रितः अपि अस्ति, आश्रयः अपि. तथैव हस्ते अपि आश्रितः, आश्रितः उभयं. अत्र तादृशं वक्तुं शक्यते. अत्र सम्बन्धः अत्र आश्रितः आश्रयः इति पदं न प्रयोगं करोतु. किमर्थम् इत्युक्ते पुस्तके हस्तमस्ति, सारि क्षम्यतां, हस्ते पुस्तकमस्ति. तर्हि हस्ते पुस्तकमस्ति, तर्हि हस्तः आश्रयः भवति, पुस्तकम् आश्रितं भवति. संयोगसम्बन्धः द्विनिष्ठः अस्ति. यदि पुस्तकमपि आश्रयः इति वदति चेत् तर्हि इदानीं विपरीतरीत्या अत्र पुस्तकम् अधोभागे स्थापयित्वा हस्तम् उपरि स्थापयति चेत् पुस्तकं पतति खलु. आम् महोदय, भूमिं प्रति पतति. अतः सर्वदा अत्र आश्रयः हस्तः एव भवति, आश्रितः पुस्तकमेव भवति. तथापि तत्र तयोः मध्ये यः संयोगसम्बन्धः अस्ति तत् द्विनिष्ठः अस्ति. पुस्तके समवायसम्बन्धेन संयोगसम्बन्धः अस्ति, हस्ते अपि समवायसम्बन्धेन संयोगसम्बन्धः अस्ति. किन्तु परम्परासम्बन्धः द्विनिष्ठः नास्ति. किम् इत्युक्ते अत्र घटपरिमाणः स्व इति स्वीकृत्य स्वसमवायी घटे अस्ति, स्वसमवायी समवायित्वं कपाले अस्ति इति कारणेन स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति. साक्षात् नास्ति. साक्षात् अस्ति चेत् द्विनिष्ठः भवति. अत्र तु तथा नास्ति. विपरीतरीत्या अपि समवायित्वसम्बन्धः कपाले अस्ति. तर्हि भवती एव प्रयत्नं करोतु. इदानीं घटपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन कपाले अस्ति. आम्, तर्हि इदानीं कपालः घटपरिमाणे केन सम्बन्धेन अस्ति इति चिन्तित् किञ्चित् प्रयत्नं करोतु. कपालः स्व इति स्वीकृत्य समवेतसम्बन्धेन घटपरिमाणे अस्ति. बहु समीचीनं. स्व इति कपालः, स्वसमवेतं घटः, घटे समवेतं घटपरिमाणम्, स्वसमवेतसमवेतत्वं घटपरिमाणे अस्ति. तर्हि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटे अस्ति. अपि च द्विनिष्ठः इति न वक्तुं शक्यते एव. किमर्थम् इत्युक्ते सम्बन्धः एव भिद्यते. सम्बन्धः सम्बन्धेन एव द्विनिष्ठः न वा? न न अत्र द्विनिष्ठः इति कदा वदामः? निष्ठः इति उपरि गच्छति अधः गच्छति इति चेत्, न न अत्र पश्यतु भगिनि, हस्तपुस्तकयोः मध्ये कः सम्बन्धः अस्ति? संयोगसम्बन्धः. संयोगसम्बन्धः, संयोगसम्बन्धः एव हस्ते अपि अस्ति, संयोगसम्बन्धः एव पुस्तके अपि अस्ति इति कृत्वा संयोगसम्बन्धः द्विनिष्ठः. एकः एव सम्बन्धः द्वयोः मध्ये अस्ति. आम्, इदानीं द्वितीय उदाहरणं स्वीकुर्मः. घटः अपि च कपालः अनयोः मध्ये कः सम्बन्धः अस्ति? समवायसम्बन्धः, तत्तु द्विनिष्ठः एव. इति तत्र किमर्थं द्विनिष्ठः इति वक्तुं शक्यते इति चेत् एकः एव सम्बन्धः, समवायसम्बन्धः. घटे अपि अस्ति, कपाले अपि अस्ति अस्ति. आं महोदय, इति कृत्वा तत्र द्विनिष्ठः इति वक्तुं शक्यते. किन्तु इदानीं तृतीयम्, इदानीं घटपरिमाणं कपाले केन सम्बन्धेन अस्ति? परम्परासम्बन्धेन वा अथवा सम्बन्धः कः वदतु? घटपरिमाणं समवायित्वसम्बन्धेन स्व इति घटपरिमाणं स्वसमवायित्वसम्बन्धेन कपाले वर्तते. स्वसमवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते. किन्तु इदानीं तेनैव सम्बन्धेन कपालः अपि घटे वर्तते वा, घटपरिमाणे वर्तते वा? नास्ति, नास्ति. अतः द्विनिष्ठः इति न वक्तुं शक्यते एव. आम्, यथा पूर्वं संयोगसम्बन्धस्थले अथवा समवायसम्बन्धस्थले द्विनिष्ठः इति वक्तुं शक्यते, अत्र द्विनिष्ठः इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते एकः एव सम्बन्धः नास्ति, घटपरिमाणं स्वसमवायित्वसम्बन्धेन कपाले अस्ति. किन्तु कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटे अस्ति, घटपरिमाणे अस्ति इति अस्ति. आम्, तत्र द्विनिष्ठः इति एव न वक्तुं शक्यते. अस्तु, अग्रे पठतु भगिनि. संयोगः, संयोगः इति यथा उच्यते तादृशसरलसम्बन्धः नास्ति अत्र पारम्पर्यात्. स्वस्य समवायी घटः, घटस्य समवायी कपालः, समवायित्वं कपाले एव न तु स्वस्मि. अतः एतादृशसम्बन्धः घटपरिमाणे अपि अस्ति इति वक्तुं न शक्यते. विपरीतरीत्या अपि वक्तुं शक्यते. स्वम् इति कपालः, स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणं, स्वसमवेतसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे. यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, किन्तु इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे न तु कपाले. एतत् सर्वं दृष्टवन्तः किल एकः एव अत्र अस्ति, स्वस्मिन् नास्ति इति स्पष्टीकरणार्थम् उच्यते. सत्यं, सम्बन्धः स्वस्मिन् नास्ति, अतः एतत् सम्बन्धं द्वनिष्ठः नास्ति इति. अग्रे भगिनि. प्रकृतौ च स्वसमवायिसमवायित्वं कपाले एव. अतः परम्परासम्बन्धः यत्र भवति तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति. अत्र सम्बन्धः द्विनिष्ठः नास्ति, स्वसमवायसमवेतसमवेतत्वं परिमाणे न तु कपाले. स्वसमवायिसमवायित्वं कपाले न तु परिमाणे. आं महोदय, कपालघटपरिमाणम् इति स्वीकृत्य अधोगमनार्थं स्वसमवायित्वं कपाले अस्ति. उपरि गमनार्थं स्व इति कपाले स्वीकृत्य स्वसमवेतसमवेतत्वं परिमाणे अस्ति. बहु समीचीनं. न तु स्वस्मिन् नास्ति इति कारणेन एतत् सम्बन्धं ध्वनिष्ठः इति वक्तुं न शक्यते. अस्तु, तर्हि इदानीं किञ्चित् समग्रचिन्तनम् अहं करोमि. अत्र पश्यतु, संयोगः इति सम्बन्धः, समवायः इति सम्बन्धः, तृतीयमस्ति परम्परासम्बन्धः. येषु संयोगसम्बन्धः अपि च समवायसम्बन्धः द्विनिष्ठः, परम्परासम्बन्धः द्विनिष्ठः एव नास्ति इति भेदः, प्रथमभेदः. इदानीं संयोगसम्बन्धः अपि च समवायसम्बन्धः, यद्यपि द्वयमपि द्विनिष्ठः अस्ति, तथापि संयोगसम्बन्धः, उदाहरणार्थं पुस्तकहस्तयोः मध्ये संयोगसम्बन्धः इति स्वीकुर्मश्चेत्, संयोगसम्बन्धः पुस्तके अपि समवायसम्बन्धेन वर्तते, हस्ते अपि समवायसम्बन्धेन वर्तते. तर्हि संयोगस्य सम्बन्धः, संयोगः केन सम्बन्धेन भवति, तत् सामान्यमस्ति, तद् एकमेव अस्ति द्वयोः, इत्युक्ते पुस्तके अपि संयोगसम्बन्धः समवायेन वर्तते, हस्ते अपि संयोगसम्बन्धः समवायेन वर्तते. किन्तु यद्यपि घटकपालयोः मध्ये समवायसम्बन्धः एव अस्ति, एकः एव सम्बन्धः, तर्हि समवायसम्बन्धः अपि द्विनिष्ठः, किन्तु समवायसम्बन्धः घटे केन सम्बन्धेन वर्तते, प्रतियोगितासम्बन्धेन वर्तते, किन्तु कपाले अनियोगितासम्बन्धेन वर्तते इति तत्र भिद्यते. तर्हि स्थलत्रयेपि किञ्चिदिव भेदः वर्तते. संयोगसम्बन्धः द्विनिष्ठः, अपि च स च संयोगसम्बन्धः द्वयोः द्रव्ययोः समवायसम्बन्धेन वर्तते इति एकं वाक्यं. द्वितीयं वाक्यं, समवायसम्बन्धः द्विनिष्ठः, किन्तु समवायसम्बन्धः प्रतियोगितासम्बन्धेन आश्रिते वर्तते, अनियोगितासम्बन्धेन आश्रये वर्तते इति भेदः. तृतीयः अस्ति परम्परासम्बन्धः. परम्परासम्बन्धस्तु द्विनिष्ठः एव नास्ति, तर्हि केन सम्बन्धेन भवति इति प्रश्नः न उदेत्येव. द्विनिष्ठः अस्ति चेदेव पुनः ततोपि वक्तव्यं, तत्र निष्ठः एकनिष्ठः एव. घटपरिमाणं स्वसमवायित्वसम्बन्धेन कपाले वर्तते, कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे वर्तते इति कृत्वा सम्पूर्णरीत्या तत्र भिद्यते. अस्तु, अत्र प्रश्नाः सन्ति वा? न महोदय, किन्तु अनियोगी प्रतियोगिताविषये अत्र कुतः आगच्छति? वक्तव्यं खलु, अत्र समवायसम्बन्धः यदि यदि इदानीं समवाय अत्र समवायसम्बन्धस्थले भगिनी सर्वदा एकः आधेयः भवति, अन्यः आधारः भवति, तत्र वैपरीत्यं यदा कदापि न कारयितुं शक्यते. इत्युक्ते घटस्य समवायी कपालः एव भवति, न तु कपालस्य समवायी घटः, यदा कदापि न भवति, यदा कदापि न भवति. किन्तु हस्तपुस्तकयोः मध्ये किञ्चित् वैपरीत्यं भवितुम् अर्हति. उदाहरणार्थम् इदानीं मम हस्ते पुस्तकमस्ति चेत् तत्र आश्रयः भवति हस्तः, आश्रितः भवति पुस्तकम्. इदानीम् उत्पीठिकायां पुस्तकमस्ति इति चिन्तयतु, तस्मिन् पुस्तके अहं हस्तं मम हस्तं स्थापयामि चेत् इदानीं हस्तः आश्रितः भवति, पुस्तकम् आश्रयः भवति, खलु? तर्हि संयोगसम्बन्धस्थले भिन्नरीत्या वैपरीत्यं भवितुम् अर्हति, एकरीत्या एव भवेत् इति नियमेन न वक्तुं शक्यते. इदानीं मया वैपरीत्यं कृतं, तेन इदानीं पुस्तकम् आधारं आधारं भवति, हस्तः आधेयः भवति इति तत्र विपरीतत्वेन वक्तुं शक्यते. किन्तु समवायसम्बन्धस्थले यदा कदापि येन केन प्रकारेण अपि तत्र घटः घटपरिमाणे अस्ति, नो चेत् कपालः घटे अस्ति इति विपरीतरीत्या न वक्तुं शक्यते. घटकपालयोः मध्ये सर्वदा कपालः समवायी, सर्वदा घटः समवेतं भवति. तत्र विपरीतत्वेन यदा कदापि न वक्तुं शक्यते इति कृत्वा अत्र प्रतियोगी अनियोगी इति सम्बन्धः स्वीकृतः. अनियोगी इत्युक्ते किम्? अधिकरणमस्ति खलु. अधिकरणम् अनियोगी इत्युक्ते अनियोगी इति अधिकरणम् इति कृत्वा तादृशसम्बन्धेन किञ्चित् भिद्यते इति अत्र उक्तं तावदेव. तदेव भेदः. धन्यवादः. अस्तु, तर्हि इदानीं एतत् करपत्रं समापितम् इत्यतः अग्रे अस्माकं पुस्तकं प्रति गच्छेम. तत्र 95 तमपुटे पृथक् व्यवहार असाधारणं कारणं. तर्हि इदानीं परिमाणम् इति गुणस्य लक्षणम् अस्माभिः अधीतम्. तर्हि चतुर्विंशतिगुणेषु रूप, रस, गन्ध, स्पर्श, तदनन्तरं सङ्ख्या, तदनन्तरं परिमाणम् इति षड् गुणानाम् अध्ययनम् अस्माभिः कृतम्. इदानीं पृथक्त्वम् इति कश्चन गुणः अस्ति, सप्तमगुणः अस्ति, तस्मिन् विषये पाठः अग्रे गच्छति. तर्हि बालसुब्रह्मण्यं महोदय पठति वा? पृथक् व्यवहारात् असाधारणं कारणं पृथक्तम् एवं वा? सो पृथक् व्यवहारा असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति. तर्हि किञ्चित् प्रतिपादयतु महोदय अग्रे पठनात् पूर्वं. पृथक् अत्र दलानि कानि सन्ति? पृथक् व्यवहार असाधारणं कारणं पृथक् व्यवहारं व्यवहारः. व्यवहारः इत्युक्ते किम्? पृथक् इत्यस्य व्यवहारः न, किन्तु व्यवहारः इति पदं लक्षणवाक्ये भवति चेत् व्यवहारः इति जनक हेतुः, जनक ज्ञानजनकशब्दप्रयोगः हेतुः, ज्ञानजनकशब्दप्रयोगः व्यवहारः इति पदस्य अर्थः. यत्र यत्र व्यवहारः इति पदं लक्षणवाक्ये दृश्यते तत्र सर्वत्र ज्ञानजनकशब्दप्रयोगः इति अवगन्तव्यम्. तर्हि कोऽपि पृथक् इति वदति चेत् इदानीं पदं पदस्य प्रयोगं कुर्मः किल, घटः पटात् पृथक्. तर्हि पृथक् इति पदं वदामश्चेत् पृथं पृथक् इति पदस्य अवगमनार्थं तस्य आधारः कः इति चेत् पृथक्त्वम् इति कश्चन गुणः, अन्यतमः गुणः अस्ति. तदेव कारणम् अस्ति. पृथक्त्वम् इति गुणः एव पृथक् इति व्यवहारं कर्तुं कारणम् अस्ति. यदि पृथक्त्वम् इति कश्चन गुणः न अङ्गीकुर्मः तर्हि पृथक् इति व्यवहारमेव न कर्तुं शक्यते. पृथक् इति व्यवहरामश्चेत् अन्यः न अवगच्छति एव. तर्हि तस्य कारणमस्ति पृथक्त्वम्. अपि च कीदृशकारणम्? असाधारणकारणम् अस्ति. असाधारणकारणम् इत्युक्ते किम्? साधारणकारणम् इत्युक्ते किम् इति एतावत्पर्यन्तम् अस्माभिः न अधीतम्. अत्र पूर्वस्मिन् परिमाणे अपि एतादृशमेव दत्तं, मानव्यवहार असाधारणं कारणं परिमाणं. तत्रापि असाधारणकारणम् इति दृश्यते किन्तु तत् किम् इति एतावत्पर्यन्तं न उक्तम्, अग्रे आयास्यति. तर्हि तावत् प्रतीक्षणं कुर्मः. अस्ति, तर्हि सर्वद्रव्यवृत्ति इत्युक्ते किं महोदय? सर्वद्रव्यवृत्ति सर्व नवद्रव्येषु एव वृत्तित्वं पृथक्त्वेन भवति इति. वृत्तित्वम् इत्युक्ते किम्? वृत्तित्वम् इति अस्य भवति इति अस्ति, तस्मिन् वर्तते इति वर्तते. सर्वेषु नवसु द्रव्येषु पृथक्त्वं वर्तते. तर्हि द्रव्यगुण आदेयः इति वक्तुं शक्नोति. आदेयः सत्यम् आदेयः पृथक्त्वम् आदेयः भवति. कुत्र? नवसु द्रव्येषु. नवसु द्रव्येषु भवति आदेयत्वेन भवति पृथक्त्वम् इति गुणः. अस्तु इदानीम् अग्रे पठतु महोदय. अस्य प्रत्ययः सर्वद्रव्येषु भवति. घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वात्. अतः अयमपि गुणः नवद्रव्यवृत्तिः. तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुज्ञते. तेन च शब्दप्रयोगेण श्रोतुः घटविशेष्यकपृथक्त्वकारकं ज्ञानम् उत्पद्यते. घटविशेष्यकपृथक्त्वप्रकारकं घटविशेषकपृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते. सत्यम्. तथा च घटत्व अवच्छिन्न विशेष्यतानिरूपित. तर्हि तद् न पठतु महोदय, भवानेव अग्रे वदतु. चित्रं दृष्ट्वा एतद् वाक्यं भवता रचयितुं शक्यते, तर्हि एतावत् तत्र किमुक्तम् इति वदतु. अस्य प्रत्ययः सर्वद्रव्येषु भवति. अस्य प्रत्ययः पृथक्त्वम् इति प्रत्ययः सर्वद्रव्येषु भवति. प्रत्ययः इत्युक्ते प्रत्ययः इति न्यायशास्त्रे प्रत्ययः इति ज्ञानम् इति अर्थः. ज्ञानम् इति अस्य प्रत्ययः. कस्य प्रत्ययः? पृथक्त्वस्य प्रत्ययः. पृथक्त्व पृथक्त्वस्य ज्ञानं सर्वेषु द्रव्येषु भवति इति बोधः. अस्तु अग्रे महोदय. भवति एव. घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वात्. सो जायमानत्वात् जायमानत्वात् सो घटः प्रथमवाक्ये प्रतिज्ञा इव कृतं खलु. अस्य पृथक्त्वस्य प्रत्ययः ज्ञानं सर्वद्रव्येषु भवति. कथं भवान् एवमेव वदति इति चेत्, घटः पटात् पृथक् इति तादृशव्यवहारः अस्माभिः क्रियते खलु. इति व्यवहारः व्यवहारस्य जायमानत्वात् सर्वद्रव्येषु पृथक्त्वस्य प्रत्ययः भवति इति सर्वजनसिद्धमस्ति. अस्तु अग्रे. अतः अयमपि गुणः नवद्रव्यवृत्तिः. सत्यम्. अत्र गुणः पृथक् ज्ञानानां अयमपि गुणः नवद्रव्यवृत्तिः. स कः गुणः? आत्मा आकाशात् पृथक्त्वं पृथक्त्वम् इत्यादि ज्ञानं प्रत्ययः किल. न न, अत्र महोदय, अतः अयमपि गुणः, अत्र अयम् इति सर्वनामशब्देन किम् उक्तम्? अयमपि गुणः जायमानं पृथक्त्वम् अयम् इत्युक्ते पृथक्त्वम् इति गुणः. अपि गुणः नवद्रव्यवृत्तिः इत्युक्ते सर्वेषु नवसु द्रव्येषु पृथक्त्वं वर्तते. सो तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते. सो एवं ज्ञात्वा तम् एव ज्ञात्वा, अत्र तम् इत्युक्ते कम्? नो चेत् किम्? अतः अयमपि गुणः नवद्रव्यवृत्तिः. सो नवद्रव्यवृत्तिः इति विषयं ज्ञात्वा. नास्ति नास्ति, अत्र पृथक्त्वं इति पृथक्त्वम् एव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते. लवद्रव्येषु वर्तते इति ज्ञात्वा किमर्थं घटः पटात् पृथक् इति व्यवहारः? घटे पृथक्त्वम् अस्ति, अतः घटः पटात् पृथक् इति वक्तुं शक्यते. पटात् पृथक् इति सत्यं. हा, अग्रे महोदय. तेन च शब्दप्रयोगेन श्रोतुः घटविशेष्यकपृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते. सो शब्दप्रयोगेण श्रुत्वा श्रोतुः घटविशेष्यकपृथक्त्वप्रकारकं घटविशेष्यकपृथक्त्वप्रकारकं घटे विशेष्यरूपेण वर्तमानपृथक्त्वम् इति ज्ञानम् उत्पद्यते. न न न, अत्र एतानि पदानि पारिभाषिकशब्दानि सन्ति खलु. तत्र ज्ञानं विषयतासम्बन्धेन विषये वर्तते. अयं घटः इति ज्ञानमिति स्वीकुर्मः. अयं घटः इत्यस्मिन् ज्ञाने ज्ञानं केन सम्बन्धेन घटे वर्तते, विषये वर्तते इति चेत् विषयतासम्बन्धेन वर्तते इति एकं. सा च सः च विषयतासम्बन्धः त्रिधा भवति इति अस्माभिः अधीतं खलु. ज्ञानं घटे विशेष्यतासम्बन्धेन वर्तते, घटत्वे प्रकारतासम्बन्धेन वर्तते, अपि च घटत्वं घटः अनयोः मध्ये कीदृशसम्बन्धः अस्ति? समवायसम्बन्धः अस्ति. तर्हि समवायसम्बन्धेन संसर्गितासम्बन्धेन समवायसम्बन्धेन अस्ति, समवायसम्बन्धे अस्ति इति वक्तव्यम्. एतत् सर्वम् अस्माभिः अधीतं. प्रकारता विषयता विषयिता किल महोदय? प्रकारता विशेष्यता संसर्गता इति विषयतासम्बन्धः त्रिधा भवति. ज्ञानं विषये विषयतासम्बन्धेन वर्तते इति प्रथमं वाक्यम्. अयं घटः इति ज्ञानं विषयतासम्बन्धेन विषये वर्तते. तर्हि अस्मिन् ज्ञाने के के विषयाः? एकमेव विषयं वा इति चेत् न. प्रत्येकं ज्ञाने विषयत्रयं भवति. एकं तु विशेष्यं, द्वितीयं तु प्रकारं, तृतीयं तु अनयोः मध्ये प्रकारः विशेष्यः अनयोः मध्ये यः सम्बन्धः अस्ति तदपि इति नैयायिकानां चिन्तनमस्ति. प्रत्येकं ज्ञानस्य विषयत्रयं वर्तते. सामान्यतया वयं कथं वदामः अयं घटः इति ज्ञानस्य विषयः कः इति चेत् घटः इति एव वदामः खलु. किन्तु नैयायिकाः किं वदन्ति? प्रत्येकं ज्ञाने विषयत्रयं वर्तते. एकस्य विषयस्य ज्ञानमस्ति विशेष्यः, नो चेत् विशेष्यं. द्वितीयस्य विषयस्य नाम अस्ति प्रकारः. तृतीयस्य विषयस्य ज्ञानमस्ति, तृतीयस्य विषयस्य नाम अस्ति प्रकार अपि च विशेष्य अनयोः मध्ये यः सम्बन्धः अस्ति तत्. तर्हि अयं घटः इत्यस्मिन् ज्ञाने विशेष्यम् अस्ति घटः, प्रकारः अस्ति घटत्वम्, अनयोः मध्ये यः सम्बन्धः समवायसम्बन्धः अस्ति तदेव सम्बन्धः भवति. तर्हि नैयायिकाः एवं वदन्ति, अयं घटः इति ज्ञानं विशेष्यतासम्बन्धेन घटे वर्तते, प्रकारतासम्बन्धेन घटत्वे वर्तते, संसर्गतासम्बन्धेन समवायसम्बन्धे वर्तते इति नैयायिकाः वदन्ति. किमर्थम् एतादृशं वदन्ति इति अग्रे आयास्यति, किन्तु भवन्तः आकाङ्क्षा भवेत् किमर्थम् एतत् दक्षिणप्राणायामं. सामान्यतया घटस्य अयं घटः इति ज्ञानस्य विषयः घटः इति वदामश्चेत् पर्याप्तं न भवति वा इति चेत् सामान्यतया पर्याप्तं भवति. किन्तु कुत्र एतादृशसूक्ष्मरीत्या चिन्तनस्य आवश्यकता अस्ति इति चेत् भ्रमज्ञानमस्ति खलु. इदानीं रज्जुं दृष्ट्वा अयं सर्पः इति वदामः खलु, तस्मिन् सन्दर्भे अयं सर्पः इत्यस्मिन् ज्ञाने विषयः कः इति चेत् वस्तुतः तत्र विषयः अस्ति रज्जुः अस्ति. किन्तु अस्माकं ज्ञानं कुत्र अस्ति? सर्पे अस्ति इति कृत्वा अयं सर्पः इति भ्रमज्ञानस्थले ज्ञानम् अयं सर्पः इति ज्ञानं विशेष्यतासम्बन्धेन कुत्र अस्ति? रज्जौ अस्ति. किन्तु प्रकारतासम्बन्धेन कुत्र अस्ति? सर्पे अस्ति. सामान्यतया कुत्र भवेत्? रज्जुत्वे भवेत्. यथा घटे घटत्वम् अस्ति तदा रज्जौ अपि रज्जुत्वम् इति कश्चन धर्मः अस्ति. यस्मिन् रज्जुत्वम् अस्ति तदेव रज्जुः भवति. किन्तु इदानीं किं जातं? प्रकारता सर्पे जातम् इति कृत्वा तत्र भिद्यते. तर्हि भ्रमज्ञानस्य बोधनार्थं ते एतादृशं वदन्ति. तर्हि ज्ञानम् इत्युक्ते ज्ञानस्य लक्षणं किं? तद्वति तत्प्रकारको ज्ञानम् इति ते वदन्ति, नैयायिकाः वदन्ति. अत्र पश्यतु, प्रकारः इति पदं प्रयुक्तमस्ति खलु. तद्वति तत्प्रकारकः ज्ञानं. तद्वति इत्युक्ते घटे घटप्रकारस्य ज्ञानम् इत्युक्ते घटत्वप्रकारस्य ज्ञानम् एव समीचीनज्ञानं भवति. किन्तु रज्जौ सर्पप्रकारकज्ञानं भवति चेत् तद् भ्रमज्ञानं भवति इति तत्रैव अस्य उपयोगः अस्ति. किन्तु सर्वत्र एतादृशमेव ते व्यवहारं कुर्वन्ति. मिथ्याज्ञानम् इति वक्तुं शक्यते वा? किन्तु मिथ्या इति पदं नैयायिकाः न वदन्ति, तत्तु अद्वैतीनां पारिभाषिकशब्दं वा? आमां, मिथ्या इति पारिभाषिकशब्दमस्ति. भ्रम इति नैयायिकाः वदन्ति, भ्रमज्ञानं. किमर्थं भ्रमज्ञानम्? अत्र यद्यपि अस्माकं पुरतः रज्जुः एव अस्ति, तथापि तस्मिन् रज्जौ सर्पम् अहं पश्यामि इत्यतः अयं सर्पः इत्यस्मिन् ज्ञाने इति ज्ञाने अयं सर्पः इति ज्ञानं विशेष्यतासम्बन्धेन रज्जौ वर्तते, किन्तु प्रकारतासम्बन्धेन सर्पे वर्तते इति बोद्धुम् एतादृशचिन्तनं ते कुर्वन्ति. तर्हि अत्र पश्यतु महोदय, घटविशेष्यकपृथक्त्वप्रकारकज्ञानम् उत्पद्यते. अत्र पश्यतु, घटः पठात् पृथक् इत्यस्मिन् ज्ञाने विशेष्यता कुत्र वर्तते? घटे वर्तते. प्रकारता कुत्र वर्तते? पृथक्त्वम् इति गुणे वर्तते. घटविशेष्यकपृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते इति बोधः. बुद्धं खलु वा इदानीम्? तर्हि इदानीं भवान् चित्रं दृष्ट्वा भवानेव दीर्घवाक्यं रचयतु. घटत्व अवच्छिन्न घटविशेष्यता. न न, घटविशेष्यता इति न वदतु, विशेषता महोदय, आरम्भतः वदतु महोदय. घटत्व अवच्छिन्न घटविशेष्यता निष्ठ किमर्थं घटविशेष्यता इति वदति? विशेष्यता घट अवच्छिन्न घटविशेष्यता तावदेव घटनिष्ठ घटत्व अवच्छिन्न विशेष्यता निरूपित ज्ञान न न तत्र ज्ञानं प्रति इदानीं न गच्छतु. ज्ञानं प्रति प्रकारता अपि वक्तव्यं. सो प्रकारता तत्र पृथक्त्वम् आरभ्य स्वपृथक् पृथक्तत्व अवच्छिन्न पृथक्त्वनिष्ठप्रकारता निरूपित ज्ञाननिष्ठ कार्यता निरूपित कारणताश्रयशब्दप्रयोगनिष्ठकार्यता निरूपित कारणता आश्रय पृथक्त्वम् आश्रयत्वं पृथक्त्वं प्रयत्नं पृथक्त्वं बहु समीचीनम्. अत्र वस्तुतः पृथक्त्वनिष्ठप्रकारता इति भवान् उक्तवान् तत्तु समीचीनमेव किन्तु न वक्तव्यमस्ति. किमर्थम् इत्युक्ते पृथक्त्वनिष्ठ अत्र अत्र अहम् एतादृशं वदामि घटनिष्ठ घटत्व अवच्छिन्न विशेष्यता निरूपित पृथक्त्वनिष्ठ पृथक्त्वत्व अवच्छिन्न प्रकारता निरूपित ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणता आश्रयत्वं पृथक्त्वम् इति पृथक्त्वस्य लक्षणम् अस्ति. तर्हि घटे पृथक्त्वम् अस्ति इति ज्ञात्वा अन्यं बोधयितुम् अहं घटः पटात् पृथक् इति वाक्यं प्रयोगं करोमि. तेन वाक्यप्रयोगेन तेन शब्दप्रयोगेन पृथक् इति शब्दप्रयोगेन अन्यः अवगच्छति घटः पटात् पृथक् इति अवगच्छति. तर्हि तादृश अवगमनस्य कारणं किम् इति चेत् पृथक्त्वम् इति गुणः घटे विद्यमानपृथक्त्वम् इति गुणः एव कारणम्. तर्हि तदेव लक्षणं भवति. अस्तु तर्हि अग्रे गच्छेम. श्रीराममहोदय अग्रे पठति वा? आं महोदय. भेदस्य पृथक्त्वस्य को च को विशेषः इति पुस्तके पठनीयम्. पुस्तकात् क्रमाङ्कः षड् नवतिः तत्र उपशीर्षकमस्ति खलु भेदस्य भेदस्य पृथक्त्वस्य च को विशेषः. अत्रेदं वक्तव्यं घटः पटो पटो न घटः पटाद् भिन्नः इत्यादि प्रत्ययाः अन्योन्याभावं तादात्म्य सम्बन्धावच्छिन्न प्रतियोगिताकः भावरूपं साधयन्ति इति उक्तं. तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः अतः सः सर्वपदार्थवृत्तिः रूपञ्च घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. तथैव उत्क्षेपणं न पटः घटत्वं पटत्वात् भिन्नम् एतद्विषये एतद्विशेषः तद्विशेषात् भिन्नः समवायः न संयोगः घटाभावो न पटाभावः इत्यादि प्रत्ययैः च क्रियादिनिष्ठत्वमपि सिद्ध्यति. तथा च भेदः अन्योन्याभावः सर्वत्र वर्तते. अत्रेदं घटः पटो न पटः घटः पटाद् भिन्नः इत्यादि प्रत्ययः अन्योन्याभावं तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता अभावरूपं साधयन्ति इति उक्तम्। एतत्तु अवगतं, घटः पटः नास्ति तथा घटः घटः पटाद् भिन्नः इति अन्योन्याभावः तत्र अस्ति, अन्यस्य अन्यस्मिन् तत्र अभावः तत्र वर्तते। समीचीनं, हा तर्हि अन्यस्य अन्यस्मिन् अभावः वर्तते इति सामान्यव्यवहारः यदा कुर्मः तस्य न्यायशैल्यां वक्तव्यं चेत् तादात्म्यसम्बन्धवच्छिन्नप्रतियोगिता अभावरूपम् इति बोधः। इत्युक्ते घटः स्वस्मिन् तादात्म्येन स्थित्वा इति बोधः। तर्हि घटः इदानीं घटः पटात् भिन्नः, घटः पटः न इति वक्तुं पटे घटाभावः अस्ति खलु? अस्ति, पटे घटाभावः अस्ति, घटाभावः अस्ति, आमां। तर्हि घटाभावं निरूपणीयं, पटे विद्यमानघटाभावं निरूपणीयम्। तर्हि कथं वा निरूपयामः? तत्र वाक्यं कथं भवति? सुलभवाक्यं तु घटः पटः न वा घटः पटः घटः न। अत्र न्यायशैल्यां वक्तव्यं खलु? अत्र घटनिष्ठ वदतु भगिनि, विजय भगिनी वदतु। घट घटनिष्ठ आधे आधे भावम् आधार भाव अभावो वा? न न, इति इदानीम् अस्माकं वस्तुस्थितिः अस्ति, घट अभावः पटे अस्ति, यथा घट अभावः भूतले अस्ति इति अस्माभिः अधीतं खलु। घट अभावः निष्ठ आधेयता निरूपित अधिकरण भवति, किन्तु सम्बन्धः वक्तव्यः खलु, प्रतियोगी वक्तव्यः भवति। घटनिष्ठ घटनिष्ठ प्रतियोगिता निरूपित अनियोगिता पटे अस्ति, घट अभावः पटः इति किल। घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः कः भवति? घट अभावे भवति। अत्र घट अभावः इत्युक्ते पटः एव, सर्वत्र घटविहाय सर्वत्र घट अभावः अस्ति किल महोदय? तादृशचिन्तनम् इदानीं न कर्तुं, मम सन्दर्भः अस्ति घट अभावः भूतले अस्ति। तर्हि घट अभाव अत्र अत्र वाक्यं रचयतु, घटनिष्ठप्रतियोगिता निरूपित अनियोगिता भूतलम्। अनियोगिता भूतलं भवति वा? अनियोगिता सर्वदा अभावः एव भवति खलु? आम्, घट अभावः भूतले अस्ति किल, इतोपि वक्तव्यं खलु, घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः घट अभावः तावत् प्राप्तः। तर्हि इतोपि तत्र घट अभावः भूतले अस्ति इति वक्तव्यं खलु? घट अभावः निष्ठ अधेता निरूपित अनियोगिता भूतलम्। किन्तु घट अभावः केन सम्बन्धेन? आधेयता तु अस्ति किन्तु सम्बन्धः वक्तव्यः खलु तत्र, घट अभावः केन सम्बन्धेन भूतले वर्तते? तादात्म्यसम्बन्धेन न, घट अभावस्य तादात्म्यम् अस्ति वा? घट अभावः इति अभावरूपः अस्ति खलु, अभावीयः अस्ति, अनियोगितासम्बन्धः न न न, सर्वं विस्मृतं भवद्भिः, स्वरूपसम्बन्धः इति अस्माभिः अधीतं खलु? आमामां, स्वरूपसम्बन्धः आमहति, वेरि सारि, आमां स्वरूपसम्बन्धः। भवानेव वदतु महोदय. अस्तु, तर्हि घटनिष्ठप्रतियोगितानिरूपित अनियोगिता आश्रय घटाभावनिष्ठ अत्र आधेयता अस्ति यद्भवत्या उक्तं तत् सत्यं, किन्तु सा आधेयता केन सम्बन्धेन अवच्छिन्ना इति चेत् स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणता आश्रयः भूतलम् इति भवति. अवच्छिन्न आधेयता इति वक्तव्यम्. धन्यवादः. तर्हि घट अभावः, यः घट अभावः भूतले वर्तते, अपि च भूतले वर्तते इति कृत्वा घट अभावः आधेयः, घट अभावे आधेयता अस्ति. सा आधेयता केन अवच्छिन्ना? स्वरूपसम्बन्धेन अवच्छिन्ना. पुनः घटः घटे प्रतियोगिता अस्ति, सा प्रतियोगिता केन अवच्छिन्ना? केन सम्बन्धेन अवच्छिन्ना? तादात्म्यसम्बन्धेन अवच्छिन्ना खलु. घटनिष्ठ तादात्म्यसम्बन्धावच्छिन्न प्रतियोगितानिरूपित अनियोगिता आश्रय घट अभावनिष्ठ स्वरूपसम्बन्धावच्छिन्न आधेयतानिरूपित अधिकरणता आश्रयः भूतलम् इति भवति वाक्यम्. एवमेव घटः पठेन पठः न इत्यत्र घट अभावः पटे अस्ति. तर्हि इदानीं विजय भगिनी प्रयत्नं करोतु. घट अभावः पटे अस्ति. घट अभावः पटे अस्ति. घटनिष्ठ घटनिष्ठ प्रतियोगितासम्बन्ध अवच्छिन्न न घटनिष्ठप्रतियोगितासम्बन्ध इति प्रतियोगितासम्बन्धः नास्ति. घटनिष्ठप्रतियोगिता अस्ति खलु, कस्य अभावः? घटस्य अभावः. तर्हि घटः एव प्रतियोगी भवति. प्रतियोगिता घटे अस्ति, सा प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना? घटत्वम् इति सम्बन्धः नास्ति, घटत्वेन अवच्छिन्ना भवति. तादात्म्यसम्बन्धेन अवच्छिन्ना सत्यं. तर्हि इदानीं वाक्यं पृच्छतु. ओहो, घटनिष्ठ तादात्म्यसम्बन्धेन अवच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रय स्वरूपसम्बन्ध अवच्छिन्न घट अभावः. आश्रयः कः इति वदतु. घट अभावः घटाभावनिष्ठ घटाभावनिष्ठ स्वरूपसम्बन्ध अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणता अस्ति भूतले. स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणता पटे अस्ति, अधिकरणता आश्रय पटः इति. पटः समीचीनम्. आं महोदय, अतः एव एतादृशं दत्तमस्ति. तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता क अभावरूपं साधयन्ति इति. आम् आम् अप्प यस् ओके धन्यवादः महोदय. आम् महोदय, तर्हि किञ्चित् अहं वदामि तत्र प्रायः शिवराममहोदयस्य कृते. अस्तु पश्यामः महोदय, अत्र घटः घट अभावः पटे अस्ति. घटः पटः न खलु, तर्हि घट अभावः पटे अस्ति इति वक्तुं शक्यते. तर्हि घट अभावः पटे अस्ति, अत्र घट अभावः इति आधेयः, पटः इति आधारं कस्य? घट अभावस्य. तर्हि घटे घट अभावे आधेयता अस्ति, पटे अधिकरणता अस्ति इति एकः. तर्हि इदानीं घट अभावस्य घट अभावः इति वदामि च तत्र प्रतियोगी वक्तव्यं. घट अभावस्य प्रतियोगी कः? घटः. घटे प्रतियोगिता अस्ति, सा प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना इति चेत् तादात्म्यसम्बन्धेन अवच्छिन्ना, घटः घटे तादात्म्यसम्बन्धेन अस्ति खलु इति कृत्वा घटे विद्यमान अत्र घटः घटे तादात्म्यसम्बन्धेन वर्तते, प्रतियोगिता घटे अस्ति, तर्हि इदानीं सम्बन्धः प्रतियोगितायाः अवच्छेदकः भवितुमर्हति, तर्हि घटनिष्ठ तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगितानिरूपित अनियोगिता आश्रय घटाभावः इति तावत् आगतम्। तर्हि इदानीं घट अभावः आधेयः अस्ति, आधारं तु पटः अस्ति, तर्हि सा आधेयता केन अवच्छिन्ना, स्वरूपसम्बन्धेन अवच्छिन्ना भवति, तर्हि घट अभाव घट अभावनिष्ठ स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणता आश्रयः पटः इति वक्तव्यं। तर्हि सम्पूर्णवाक्यम् एवं भवति, घटनिष्ठ तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगितानिरूपित अनियोगिता आश्रय घट अभावनिष्ठ स्वरूपसम्बन्ध अवच्छिन्न आधेयतानिरूपित अधिकरणता आश्रयः पटः इति सामान्य अन्योन्य अभावस्य निरूपणं वयं कुर्मः इति बोधः। तर्हि अग्रे वदतु महोदय, तैः ज्ञानैः तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः, अतः सः सर्वपदार्थवृत्तिः। अभावस्तु सर्वेषु द्रव्येषु वर्तते एव, प्रत्येकं रूपं प्रत्येकं द्रव्ये एकस्मिन् द्रव्ये तद्द्रव्यं विना अन्यानि द्रव्याणि न भवन्ति एव खलु। तर्हि अन्योन्य अभावः सर्वत्र सर्वेषु द्रव्येषु वर्तते इति एव अत्र लिखितमस्ति। रूपम् अग्रे महोदय, रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति। इत्युक्ते किं? रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति। अत्र महोदय रूपम् इति गुणः, पूर्वस्मिन् उदाहरणे घटः पटः न इत्यस्मिन् उदाहरणे द्रव्यद्वयं स्वीकृतम्, घटः अपि द्रव्यमस्ति पटः अपि द्रव्यमस्ति, एकं द्रव्यम् अन्यस्मिन् द्रव्ये नास्ति इति बोधः। इदानीं रूपं घटे नास्ति, रूपस्य अभावः घटे, तर्हि गुणस्य अभावः घटे तदपि भवितुमर्हति अन्योन्य अभावः, तत्रापि अन्योन्य अभावः अस्ति, रूपं घटः न इति बोधः जायते खलु। घटः तु द्रव्यं, रूपं न गुणः नास्ति इति बोधः जायते, तर्हि रूपस्य अभावः घटे वर्तते, यथा घटस्य अभावः पटे वर्तते तथा रूपस्य अभावः अपि घटे भवितुम् अर्हति इति बोधः। तथैव कश्चित् गुणः अवश्यं वर्तते किल महोदय, किमिति घटे घटे कश्चित् गुणः सर्वदा वर्तते किल, अभावम् अभावं किमर्थं मया न अवगतं, नीलरूपं न वा श्वेतरूपं वा कश्चित् रूपं सर्वदा वर्तते किल घटे? तत्तु सत्यं, तत्र रूपं विना घटः यदा कदापि न तिष्ठति, उत्पत्तिक्षणस्य उत्पत्तिक्षणे एकक्षणं तदनन्तरं रूपे घटे रूपं निश्चयेन आगच्छति, किन्तु सर्वाणि रूपाणि घटे न सन्ति खलु, नीलरूपाभाव इति वक्तव्यम्। किन्तु अत्र घटे रूपस्य विषये चिन्तनं नास्ति, अत्र रूपमिति उदाहरणार्थं गुणः स्वीकृतः, रूपम् अन्यगुणः अपि स्वीकर्तुं शक्यते किल, न अत्र अत्र अस्माकं विवक्षा किम् इति अवगन्तव्यं प्रथम उदाहरणे द्रव्यं घटः पटः न इति द्रव्यं द्रव्यं न इति बोधः द्वितीय उदाहरणे गुणः द्रव्ये न द्रव्यं न इति बोधः गुणः इति गुणः एव द्रव्यं नास्ति खलु तर्हि गुणद्रव्ययोः मध्ये अस्य अन्योन्यभावः अस्ति तस्य उदाहरणार्थम् इदानीं रूपमिति गुणः स्वीकृतं घटः इति द्रव्यं स्वीकृतं किन्तु अत्र विवक्षा अस्ति रूपं घटे नास्ति इति विवक्षा नास्ति अत्र विवक्षा अस्ति गुणः गुणस्य द्रव्ये द्रव्ये द्रव्ये अस्ति खलु इत्युक्ते गुणः द्रव्यं न यथा तथा गुणः द्रव्यं न इदानीम् अवगतम् अवगतम् इति बोद्धुम् अत्र उदाहरणं स्वीकृतम् एवमेव अग्रे अपि तथैव उत्क्षेपणम् उत्क्षेपणम् इति कर्म अस्ति क्रिया अस्ति क्रिया अपि घटः द्रव्यं न एवमेव घटत्वं घटत्वम् इति सामान्यः जातिः अस्ति सामान्यं द्रव्यं न नो चेत् सामान्यम् अन्यात् सामान्यात् भिद्यते घटत्वं भिन्नं महोदय लक्षणवाक्यं दृष्ट्वा अपि वक्तुं न शक्यते वा गुणः द्रव्यं न क्रिया द्रव्यं गुणस्य लक्षणवाक्यम् अस्माभिः अधीतं वा न इति चेत् ओके ओके ओके सारी गुणस्य लक्षणवाक्यम् अस्माभिः न अधीतं खलु रूपस्य रूपेण वाक्यम् अस्माभिः अधीतं किन्तु गुणः इत्युक्ते किं तस्य लक्षणवाक्यम् अस्माभिः न अधीतं केवलम् उद्देशः कृतः चतुर्विंशतिगुणाः सन्ति इति तर्हि एका जातिः अन्यस्यां जात्यां नास्ति इति बोद्धुं घटत्वं पटत्वात् भिन्नं पुनः विशेषः इति सप्तपदार्थेषु अन्यतमः पदार्थः अस्ति खलु एतद्विशेषः तद्विशेषात् भिन्नः पार्थिवपरिमाणौ विद्यमान एकः विशेषः अन्यस्मात् विशेषात् भिन्नः जलपरिमाणौ विद्यमान विशेषात् भिन्नः एकस्मिन् पार्थिवपरिमाणे परिमाणौ विद्यमान विशेषः अन्यस्मात् परिमाणयोः परमाणु अन्यस्मिन् विद्यमानपरिमाणो भिन्नः किल परिमाणं नास्ति परमाणु इति एव परमाणु अन्यस्मिन् विद्यमानविशेषे भिन्नः अन्यस्मिन् परमाणौ विद्यमानविशेषात् भिन्नः भिन्नः ओके ओके एवमेव समवायः संयोगः न संयोगः इति गुणः समवायः इति पदार्थः तयोः मध्ये अपि भेदः वर्तते घटाभावः पटाभावात् भिन्नः इति अभावयोः मध्ये अपि भेदः वर्तते तर्हि अन्योन्य अभावः इति अभावः सर्वेषु सर्वेषु पदार्थेषु विद्यते अतः एव अत्र अन्तिमवाक्यमस्ति तथा भेदः इति अन्योन्य अभावः सर्वत्र वर्तते अभावयोः मध्ये अपि अन्योन्य अभावः वर्तते इति अभावस्य विषये किञ्चित् उक्तमस्ति अस्तु समयः जातः अत्र स्थगयामः अत्र अस्मिन् पाठे कस्मिन् विषये चिन्तनम् इति चेत् अन्योन्य अभावं स्वीकृत्य एव घटः पटात् पृथक् इति व्यवहारं कर्तुं शक्यते किमत्वं पृथक्त्वम् इति भिन्नगुणस्य अङ्गीकारः किमर्थं कर्तव्यम् इति चिन्तनमस्ति तर्हि तत् चिन्तनं तस्मिन् विषये चिन्तनं कर्तुं प्रथमम् अन्योन्य अभावः सर्वत्र वर्तते इति उक्तं तर्हि अन्योन्य अभावं स्वीकृत्य एव घटः पटात् पृथक् इति व्यवहारं कर्तुं शक्यते किमर्थं पृथक्त्वम् इति भिन्नगुणस्य अङ्गीकारः इति चिन्तनम् अग्रे भवति अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादश्च. धन्यवादः महोदय. नमस्कारः. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय.